त्वयि चित्रं न मन्तव्यं भक्त भक्त्यर्थमनुवर्तिनि घटते कृष्णदासस्य भक्तेः संस्थापना सदा भक्त्यर्थम् अनुवर्तिनि त्वयि इदं चित्रं न मन्तव्यं भवान् सर्वदा भक्त्यर्थम् अनुवर्तमानः अस्ति तस्मात् भवति इदं चित्रम् आश्चर्यं न मन्तव्यं यतः कृष्णदासस्य सर्वदा भक्तेः संस्थापना घटते।